अस्तु, तर्हि समासः इति विषयः प्रवर्तमानः अस्ति। एतावता समासानां परिचयः उक्तः, अपि च कश्चन सामान्य अभ्यासः अपि आरब्धः। कतिचन गीतवाक्यानि परिशीलितानि गतसप्ताहे, अपि च कथा आरब्धा। अत्र पुनः आरम्भतः कथां पठेम, तत्र परिच्छेदद्वयं पठितवन्तः इति भाति। कदाचित् देवर्षिः इत्यस्मात् आरभ्य अत्र किं राजीभगिनी पठतु कृपया। आं महोदय, पठामि। कदाचित् देवर्षिः नारदः इतस्ततः अटन् आसीत्। तदा सः तपोबलेन दृष्टवान् यत् पुरुषोत्तमः नारायणः दाशरथिः भूत्वा भूलोके समुद्रतटे शिवलिङ्गस्य पूजां कुर्वन् अस्ति। ततः तत्र गतः कनकप्रियः नारदः पूजानिरतं रामम् अपृच्छत्, हे पुरुषोत्तम, भवान् कस्य पूजां करोति इति। देवर्षिः देवानां ऋषिः, अतः इति षष्टितत्पुरुषसमासः। कस्य कः इत्युक्ते देवानां ऋषिः, अतः षष्टितत्पुरुषसमासः। तपोबलेन, तपसा बलेन, अतः भवती उक्तवती अतः षष्टितत्पुरुषः इति, अतः न किमर्थम् इत्युक्ते दिस् इस् अन्य उत्तरपदप्राधान्यः। ऋषिः देवानां ऋषिः उत्तरपदप्राधान्यः, अतः षष्टितत्पुरुषः। विग्रहवाक्यं देवानां ऋषिः इति, देवानां ऋषिः षष्टितत्पुरुषसमासः। यतोहि तत्र अन्वयः अस्ति नारदशब्देन सह, नारदः ऋषिः, देवानाम् इति तत्र नास्ति, तत्र विभक्तिः भिन्ना अस्ति, तत्र अन्वयः नास्ति। तत्र देवानाम् इति शब्दस्य अन्वयः कुत्र? देवस्य ऋषिः वा नारदः? केन शब्देन सह देवशब्दस्य सम्बन्धः, अन्वयः केन शब्देन सह? ऋषिः शब्देन सह। सत्यं, बहु सम्यक् अस्ति। नाम यत्र यः कोऽपि समासः भवतु, नाम समासे यस्य पदस्य प्राधान्यमस्ति तस्य च पदस्य अन्वयः समासात् बहिः अस्ति कुतुचित्। अपरेषाम् अवशिष्टानां पदानां यावन्ति पदानि भवन्ति समासे, तेषां सम्बन्धः केवलं समासस्य अन्तः इति नियमः। अस्तु, सम्यक् अस्ति। देवानां ऋषिः, अस्तु अग्रे। महोदय, महोदय, क्षम्यताम्, अत्र किञ्चित् न अवगतम्, अत्र यथा भवान् उक्तवान् अत्र देवर्षिः देवर्षिपदमस्ति। अत्र अस्य अन्तः पदद्वयमस्ति, देवशब्दः अपि च ऋषिपद ऋषिशब्दः, खलु? अत्र प्रश्नः अस्ति यत् ऋषिशब्दस्य सम्बन्धः कुत्र, अपि च देवशब्दस्य सम्बन्धः कुत्र। अत्र वस्तुतः ऋषिः कः? नारदः, नारदः ऋषिः अस्ति। नाम ऋषिशब्द अत्र तत्पुरुषसमासः इति जानीमः, किमर्थमिति चेत् उत्तरपदस्य प्रधानता अस्ति। प्रधानता किमर्थमिति चेत् तत्र कः अटन् आसीत्? ऋषिः अटन् आसीत्, देव अटन् आसीत् इति नास्ति। ऋषिः गच्छति स्म, अटन् आसीत्, खलु? न वा? नाम तत्र द्वयोः पदयोः मध्ये द्वितीयं पदं अत्र ऋषिशब्दः तस्य प्रधानता अस्ति. यस्य शब्दस्य प्रधानता अस्ति तस्य अन्वयः समासात् बहिः अस्ति. अस्तु अस्तु, इदानीं ऋषिः अटन् आसीत्, अपि च देवशब्दः तथा नास्ति. देवशब्दस्य सम्बन्धः समासात् बहिः कुत्रचिदपि नास्ति. केवल ऋषिशब्देन सह तस्य सम्बन्धः. स्पष्टं खलु? अस्तु भगिनि, अग्रे. तदा सः तपोबलेन दृष्टवान्. विग्रहवाक्यं तप बलम् बलम् इति उत्तरपद उत्तरपदप्राधान्यं. कस्य बलेन? तपोबलेन इति. तपोबलेन दृष्टवान् कः दृष्टवान्? सः नारदः दृष्टवान्. विग्रहवाक्यं तपस् प्रथमाविभक्तिः, बलं प्रथमाविभक्तिः, द्वौ अपि नपुंसकलिङ्गपदं. तपोबलेन इत्युक्ते तृतीया विभक्तिः आगच्छति तत्र, अतः तृतीया तत्पुरुषसमासः. समीचीनमस्ति. दृष्टवान् यत् पुरुषोत्तमः. पुरुषोत्तमः इति यदि पदे तत् पदमपि उत्तरपद प्राधानः. उत्तमः कः? उत्तमः पुरुष पुरुषेषु उत्तमः. पुरुषेषु सप्तमी विभक्तिः. पुरुषेषु उत्तमः पुरुषोत्तमः. अतः सप्तमी तत्पुरुषसमासः तत्र. तत्र उत्तमशब्दस्य सम्बन्धः बहिः अस्ति. उत्तमः बहिः अस्ति. उत्तमशब्दस्य नारायणः. पुरुषाणाम् उत्तम पुरुषेषु उत्तमः. अतः पुरुषेषु सप्तमी विभक्ति. सप्तमी तत्पुरुषसमासः पुरुषोत्तमः. अत्र क्रियायाम् अन्वयः कुत्र? क्रियायाम् अन्वयः पुरुषोत्तमः नारायणः दासतिः भूत्वा कः अति क्रियायाः अन्वयः भूत्वा इति अहं चिन्तयामि. पुरुषोत्तमः भूत्वा इति अस्ति. भूत्वा इति अस्ति सत्यं. केवलं भूत्वा इति न, किन्तु भूत्वा अस्ति. भूत्वा पुरुषोत्तमः भूत्वा कः? नारदः वदति तपोबलेन सः पुरुषोत्तमः भूत्वा भूलोके समुद्रतटे शिवलिङ्गस्य पूजां कुर्वन् अस्ति इति. कः पूजां कुर्वन् अस्ति? नारायणः. पुरुषोत्तमः नारायणः दाशरथिः पूजां कुर्वन् अस्ति. हा, नाम अत्र पुरुषोत्तमः वस्तुतः तत्र अन्वयः अस्ति. पुरुषोत्तमः पूजां कुर्वन् अस्ति खलु? आम्, पुरुषोत्तमः पूजां कुर्वन् अस्ति. पुरुषोत्तमः कः इत्युक्ते सः एव नारायणः, सः एव दाशरथिः. तत्र क्रियायाम् अन्वयः इति नियमः अस्ति. कुत्र उत्तमः तत्र नारायणः इति तु सत्यम्. अन्ततो गत्वा पूजां कुर्वन् कुर्वन् अस्ति इति क्रियापदं महोदय. नारायणः दाशरथिः कुर्वन् अस्ति. किं कुर्वन् अस्ति? पूजां कुर्वन् अस्ति. कस्य? शिवलिङ्गस्य. कुत्र? समुद्रतटे. आम् सत्यम्. अत्र अतः पुरुषोत्तमः इति अस्मिन् तत्र पुरुषः पूजां कुर्वन् अस्ति इति नास्ति, अपि तु उत्तमः नारायणः सः एव नारायणः सः एव दाशरथिः किन्तु अत्र अत्र अस्माकं पदमस्ति पुरुषोत्तमः पुरुषोत्तमः इति पुरुषः पूजां कुर्वन् अस्ति अथवा उत्तमः इति प्रश्नः उत्तमः पूजां कुर्वन् अस्ति इति इत्यस्य कथनस्य बलेन वयं जानीमः यत् अत्र उत्तरपद प्राधान्यम् आम् महोदय अस्तु समीचीनम् अग्रे समुद्रतटे शिवलिङ्गस्य पूजां कुर्वन् अस्ति समुद्रस्य तटे शिवलिङ्गस्य कस्य पूजां कुर्वन् अस्ति शिवलिङ्गस्य षष्टिविभक्ति समुद्रतटे इत्युक्ते तटे सप्तमी परन्तु समुद्रस्य तटे इति वयं नयामः चेत् तदपि षष्टिविभक्ति समुद्रस्य तटे विग्रहवाक्यं किं समुद्रस्य तटे विग्रहवाक्यं समुद्रतटे एव समुद्रतटः विग्रहवाक्यं किम् अस्ति समुद्रस्य तटे इति विग्रहवाक्यमस्ति महोदय न तत्र प्रथमविभक्तौ वक्तव्यमस्ति रत्ना भगिनी वदतु समुद्रः तटः समुद्रश्च तटश्च किल रत्ना भगिनी सायं करोतु समुद्रस्य तटः तस्मिन् इति अस्ति समुद्रस्य तटः तस्मिन् अस्तु प्रथमाविभक्तौ वक्तव्यमस्ति अनन्तरं यतोहि समुद्रस्य तटः कस्मिन्नपि वाक्ये भवितुमर्हति अनन्तरम् अस्मिन् वाक्ये एवमेव तत्र सप्तमीविभक्तौ अस्ति अपरस्मिन् वाक्ये अन्या विभक्तिः भवितुमर्हति यथा समुद्रस्य तटात् तथा यत्किमपि भवितुमर्हति अतः तत्र तत्र सार्वत्रिकं भवति सार्वत्रिकं यूनिवर्सल् सार्वत्रिकं भवति यदि वदामः समुद्रस्य तटः तत्र तस्मिन् इति वाक्यम् अनुसृत्य भवति किन्तु प्रथमभागः सर्वत्र समानमस्ति समानः समुद्रस्य तटः तस्मिन् तस्मात् तस्य तस्मै इति वाक्यमनुसृत्य अस्ति अस्तु अग्रे शिवलिङ्गस्य शिवलिङ्गः तस्य शिवलिङ्गस्य तस्य इति वा विग्रहवाक्यं शिवलिङ्गः तस्य न तथा नास्ति अत्र कः तत्र सुब्रह्मण्यं तत्र वदतु कृपया अत्र शिवलिङ्गः इति प्रथमाविभक्तौ अस्ति अतः अत्र शिवस्य लिङ्गः यस्य इति विग्रहवाक्यमस्ति अत्र अत्र लिङ्गः मन्ये लिङ्गमिति आं महोदय शिवस्य लिङ्गं यस्य परन्तु अत्र शिवलिङ्गः इति शिवलिङ्गम् इति भवति वा महोदय प्रायः शिवलिङ्गम् शिवस्य लिङ्गं यस्य अत्र कस्य पूजां कुर्वन् तस्य क्षम्यतां शिवस्य लिङ्गं तस्य अत्र अत्र अत्र पूजां कस्य इति अन्वयः अस्ति अत्र लिङ्गस्य पूजां कुर्वन् अस्ति अतः अत्र उत्तरपद प्राधान्यता अस्ति भूत्वा अत्र तत्पुरुषसमासः अत्र पूर्वपदं शिवस्य अस्ति उत्तरपदं लिङ्गमस्ति पूर्वपदं षष्ठीविभक्तौ अस्ति इति भूत्वा अत्र षष्ठी तत्पुरुषसमासः बहु समीचीनम् अस्ति अत्र प्रधानशब्दस्य एवमेव वदामि अत्र तद्धितरूपद्वयमस्ति, तद्धितरूपद्वयमस्ति तल् प्रत्ययः पुनः श्यञ् प्रत्ययः. तल् प्रत्ययः अस्ति चेत् वृद्धिः न भवति, श्यञ् प्रत्ययः अस्ति चेत् वृद्धिः भवति. अतः तल् प्रत्ययः उदाहरणार्थं सुन्दरता, किन्तु सौन्दर्यं, सौन्दर्यमिति वृद्धिः कृत्वा उकारस्य तत्र प्रथमभागस्य. अतः भवान् तु जानाति एव, एवमेव वदन्नस्मि, अत्र प्रधानता, अत्र तत्र आकारः न भवति, वृद्धिः वृद्धिः भवति यत्र श्यञ् अस्ति. प्राधान्यं, प्राधान्यं, प्रधानता, प्राधान्यम् इति एकं तृतीय तत्र भावार्थे प्रसिद्ध तद्धितप्रत्ययः अस्ति. इदानीं किं त्वं त्वप्रत्ययः तत्र त्वप्रत्ययः तल् प्रत्ययः शञ् इति त्रयमपि तत्र समानमस्ति अर्थे. तत्र केवलं वृद्धिः भवति श्यञ् प्रसङ्गे, वृद्धिः तल् प्रत्ययस्य तत्र वृद्धिः नास्ति, अपि च त्वा. तर्हि प्रधानत्वं, प्रधानता, प्राधान्यम्. अस्तु, सम्यक् अस्ति. अग्रे गच्छेम. इदानीं जगन्नाथमहोदय अग्रे, ततः. अस्तु महोदय. ततः तत्र गतः कलः प्रियः नारदः पूजानिरतं रामम् अपृच्छन्, हे पुरुषोत्तम, भवान् कस्य पूजां करोति इति. कलः प्रियः यः एतद् बहुव्रीहिः समासः कलः कर्तुं प्रियः यः इति तादृशं केन विग्रहवाक्यं भवति इति मया. कलः प्रियः इति अस्य आवश्यकता नास्ति. कलहः प्रिय, कलहः प्रियः, कलहः प्रियः यस्य सः इति विग्रहवाक्यम्. एतद् नारदशब्दस्य विशेषणं भवति. पूजानिरतम् एतत्तु स्थूलक्षणे. महोदय, कलः प्रियः इत्युक्ते प्रथमविभक्तमेव भवति वा कलहः इति? कलहः प्रियः, प्रश्नः कः नाम कलः शब्दस्य विभक्तिः वा? हा, प्रथमा एव भवति. सत्यं, कलहः प्रियः, प्रियः कलहः प्रियः. अत्र तर्हि जगन्नाथमहोदय, कीदृशसमासः? बहुव्रीहिसमासः. बहुव्रीहिसमासः इति स्वयं तत्र कर्मधारयसमासः. बहुव्रीहिसमासः, हा, किमर्थं बहुव्रीहिसमासः? तत् प्रसिद्धनारदस्य विशेषणम् इति अस्ति, तदर्थं नारदस्य एव तादृशं विशेषणमस्ति पुराणेषु. विशेषणमस्ति, विशेषणमस्ति इति, विशेषणमस्ति इति तु सत्यं, किन्तु अत्र किमर्थं बहुव्रीहिः इति वदति नाम यत्र कर्मधारयसमासः तत्र कर्मधारी अपि विशेषणं भवति. अस्तु, अस्तु, प्रियः शब्दस्य इति कोऽपि अपृच्छत् इति क्रियापदेन सह कोऽपि सम्बन्धः नास्ति, नापि कलहः शब्दस्य इति. एतत् केवलं नारदशब्दस्य अन्वयं करोति. नाम अत्र प्रियशब्दः, प्रियशब्दः तत्र नारदशब्दस्य विशेषणं वा? न, मिलित्वा, कलहः मिलित्वा नारदशब्दस्य विशेषणं भवति. सत्यं सत्यं किन्तु एतावता बहुव्रीहिसमासः किमर्थमिति न उक्तं. तत्र प्रियशब्दः नारशब्दस्य विशेषणं वा न? न, केवल प्रियः शब्दः, नापि केवलकलहः शब्दः. कलहः प्रियः इति मिलित्वा एतद् समासपद समस्तपदं यदागच्छति तदेव नारदस्य नारदस्य विशेषणं भवति. मत् अन्यपदस्य यद् सूचयति यः समासः तदेव बहुव्रीहि समासः. आम्, अत्र सत्यम्. अत्र प्रियशब्दः वस्तुतः प्रियशब्दः कलह शब्दस्य विशेषणं. खलु कलः एव प्रियः. अत्र कलः शब्दप्रियः कलः प्रियः अस्ति. किन्तु अत्र कलः अस्ति खलु, कलः प्रियः, कलः अस्ति प्रियः. अतः बहु अत्र कर्मदारीसमासः भवितुम् अर्हति स्म. कमदारी अपरस्मिन् सन्दर्भे अपरस्मिन् स्थले कमदारीसमासः भवितुमर्हति स्म यदि कलः इति शब्दस्य प्राधान्यं नाम तत्र प्रियशब्दः किञ्चित् वैचित्र्यमस्ति. प्रियः यदि सम्पूर्णरीत्या यदि शब्दः कलः अर्थे प्रियः इत्युक्ते कलः कलः प्रियः कः कलः तर्हि यदि शब्दस्य अर्थः कलहः यदि स्यात् तर्हि तत्र कर्मदारीसमासः भवति स्म. किन्तु अत्र नारदः न प्रियः, नारदः न प्रियः न वा कलहः. अतः यथा भवता उक्तं मिलित्वा, यतोहि तत्र प्रियशब्दस्य प्राधान्यं नास्ति, कलहशब्दस्यापि प्राधान्यं नास्ति. तत्र मेलनेन द्वयोः शब्दयोः मेलनेन नूतन अर्थः निष्पन्नः भवति यस्य कृते कलहः प्रियः अस्ति इति कृत्वा. सम्यक् अस्ति खलु. अस्तु, अग्रे गच्छेम. अग्रे पुरुषोत्तम पूजानिरतम् इति विग्रह समस्तपदं नास्ति वा? अस्ति वा नास्ति वा? पूजानिरतम् इति स्थूलाक्षरैः नास्ति, किन्तु पूजानिरतम् इत्युक्ते तदपि समस्तपदं वत् दृश्यते. पूजानिरतम् अत्र कथम् अवगन्तुं शक्नुमः, यत्र कुत्रापि एकं संयुक्तपदम् अस्ति. कथं जानीमः यत् अस्तु अत्र केवलं सन्धिः अथवा समासः, कथं ज्ञातुं शक्नुमः? अत्र पूजा तु प्रथमाविभक्ति अपि अत्र अत्र प्रथमं सोपानमस्ति. प्रथमं सोपानमस्ति यत् अस्य शब्दस्य अर्थः कः. शब्दस्य अर्थस्य वदनेन स्पष्टं भविष्यति यत् कीदृशपदमस्ति. तर्हि अत्र अर्थं वदतु. निरतम् इत्युक्ते अस्मिन् वाक्ये तु मग्न इति निमग्नः, व्यस्तः, निमग्नः. आम्, किन्तु पूजानिरतम् इति अस्य अर्थः कः? पूजायां निरतम् यः अस्ति तर्हि पूजा इति अस्ति. नाम भवान् अवगतवान् यत् अस्य शब्दस्य अर्थः. यदा अर्थस्य अर्थः कः इति प्रश्नस्य उत्तरं यदा भवान् दत्तवान् तदानीं सम्यक्तया भवान् प्रतिपादितवान् पूजायां. हा, पूजायाम् इति भवता उक्तमस्ति. आम्, तर्हि सप्तमे तत्पुरुषाणि तत्र विभक्तिलोपः जातः न वा? आम् विभक्तिलोपः जातः तर्हि यदा हि भवान् ज्ञातवान् यत् काचन विभक्तिः लुप्ता जाता तदा हि भवता ज्ञातं यत् अत्र केवलं सन्धिः नास्ति. यदि केवलं सन्धिः अभविष्यत् तर्हि विभक्तिलोपः न भवति स्म. आम् अतः नाम भवतः प्रथमप्रश्नः आसीत् यत् समस्तपदमस्ति न वा. तत्र शब्दस्य अर्थस्य वदनेन स्पष्टं जातमस्ति यत् न, केवलं सन्धिः नास्ति, समासः अस्ति. यतो हि विभक्तिलोपः जातः न वा? आम् आम् आम्. हा, तर्हि अत्र आहत्य अस्य विग्रहवाक्यं किम्? पूजायां निरतं इयं. सरला भगिनी किञ्चित् सहायं करोतु. पूजायां निरतः तं रामम् अपृच्छत् इति. किमर्थं तथा? पूजायाम् इति सप्तमी विभक्ति भूत्वा निरतं निरतः प्रथमा विभक्ति भवति. तं तस्य रामं प्रति इति अपृच्छत्. पूजायां निरतं रामम् अस्ति, पूजायां निरतम् इति तं निरतम् इति अपृच्छत् क्रियापदेन अन्वयं भवति. तस्य तत्पुरुषसमास इति भवति. उत्तरपदस्य अन्वयं यदि क्रियापदेन आगच्छति. पूजायाम् इति समासे अन्तः अस्ति तस्य अन्वयम्. अतः पूजायां निरतम् इति विग्रहवाक्यं भवति. अस्तु, समीचीनं. नाम तत्र सार्वत्रिकनियमः अस्ति, सार्वत्रिक अर्थः अपेक्षितः अस्ति यत् यस्मिन् कस्मिन्नपि वाक्ये अत्र प्रथमविग्रहवाक्यं प्रथमविभक्तौ भवति चेत् सम्यक्. अतः जगन्नाथमहोदय अत्र पूजायां निरतः इति प्रथमं सोपानमस्ति. यत्र कुत्रापि यस्मिन् कस्मिन्नपि वाक्ये तत्र पूजायां निरतः. अनन्तरं विभक्तिं दृष्ट्वा तस्मिन् वाक्ये कथमस्ति इति इत्यस्य दर्शनेन तदनुसृत्य भवेत्. अत्र द्वितीयविभक्तौ अस्ति, अतः पूजायां निरतः तं. स्पष्टं खलु? अस्तु अस्तु, धन्यवादः. पूजायां निरतः तं यतोहि तत्र क्रियायां तादृश अन्वयः अस्ति, कर्मपदम्. आम्, किन्तु विग्रहवाक्यस्य वर्धनार्थं तत्र न वक्तव्यमस्ति. पूजायां निरतमिति न वक्तव्यमस्ति. पूजायां निरतः तं, खलु? अस्तु अस्तु अस्तु. अग्रे महोदय, अत्र पूजा निरतं यथा अस्ति तत् पूजायां निरतः, तस्य अन्वयः रामं शब्देन सह अस्ति वा? अन्वयः क्रियायां रामशब्दस्य विशेषणम् अवश्यं विशेषणमस्ति. नाम पूजानिरतम् अपृच्छत् इति वाक्यमस्ति. पूजानिरतम् अपृच्छत् खलु? नाम निरतमपृच्छत्. अत्र उत्तरपदस्य प्राधान्यमस्ति. कम् अपृच्छत् निरतम्. अस्तु, जगन्नाथमहोदय समापयतु कृपया. अस्तु, हि पुरुषोत्तम इति पुरुषेषु उत्तमः यः इति तस्य विग्रहवाक्यं सप्तमी तत्पुरुषः भवति. अस्मिन् वाक्ये रामस्य सम्बोधनं भवति. सप्तमे तत्पुरुषः इति तस्य अर्थः, ऐ मीन् समस्तपदम् इति. पुरुषेषु उत्तम उत्तमः, अस्तु सम्यक् अस्ति. अग्रे लक्ष्मी भगिनी अग्रे. भक्तवत्सलः, रघु उत्तमः उक्तवान् हे मनुश्रेष्ठ, अहं रामेश्वरस्य पूजां करोमि इति. कोऽयं रामेश्वरः इति नारदेन पृष्टः राजीवलोचनः रामचन्द्रः विहस्य अवदत् रामस्य ईश्वरः रामेश्वरः. रामेश्वरः नाम साक्षात् उमापतिः शिवः, सः मम स्वामी अस्ति इति. अत्र अस्मिन् परिच्छेदे कानिचन पदानि स्थूलाक्षरैः लिखितानि, तेषु समासाः सन्ति. अत्र प्रथमं पदं भक्तवत्सलः, अत्र पदद्वयमस्ति, भक्त अपि च वत्सल. अत्र वत्सलशब्दस्य अन्वयः क्रियया सह अस्ति, इत्युक्ते वत्सलः उक्तवान्, अतः उत्तरपदार्थप्राधान्यता अस्ति. प्राधान्यता न, प्राधान्यम् अस्ति, उत्तरपदप्राधान्यम् अस्ति अथवा उत्तरपदस्य प्राधान्यता अस्ति. प्रधानता, प्रधानता, हा, उत्तरपदस्य प्रधानता अस्ति. धन्यवादः महोदय. अपि च अत्र अर्थं दृष्ट्वा विग्रहवाक्यं वदामि चेत्, भक्तानां वत्सलः, अत्र वत्सलशब्दस्य अर्थः अस्ति यस्मिन् वात्सल्यमस्ति सः वत्सलः, यस्मिन् दया अथवा प्रेम अस्ति सः वत्सलः. अतः अत्र भक्तानां वत्सलः यः, सः भक्तवत्सलः इति विग्रहवाक्यं भवति. अत्र षष्टिविभक्तेः लोपः अभवत् अतः षष्टितत्पुरुषसमासः अस्ति. अत्र द्वितीयं पदमस्ति रघु उत्तमः, अत्रापि अत्र सन्धिः अपि अस्ति, सवर्णदीर्घसन्धिः अस्ति. रघु अपि च उत्तम पदद्वयमस्ति समस्तपदे. एकं भवती उक्तवती भक्तानां वत्सलः यः, अत्र यः इति तादृशनियमः, तादृशपरम्परा नास्ति, यतोहि प्रथमा भक्तो अस्ति, नाम तत्र साक्षात् उत्तरपदस्य प्राधान्यम् इति कृत्वा, नाम दोषाय नास्ति, दोषाय नास्ति, किन्तु भक्तानां वत्सलः रघु उत्तमः इति साक्षात् उच्यते. अस्तु अग्रे. येन येन एतत् यत्र प्रथमाविभक्तौ नास्ति तत्र बहुव्रीहिः समासे एतत् सर्वम् उच्यते. अस्तु अग्रे. अत्र रघु उत्तमः, अत्र सवर्णदीर्घसन्धिः अस्ति, रघु अपि च उत्तमः, उत्तम इति पदद्वयमस्ति. अत्र उत्तमः इति पदस्य प्राधान्यता अस्ति, इत्युक्ते क्रियापदेन सह तस्य अन्वयः भवति. उत्तमः उक्तवान् इति वक्तुं शक्नुमः. अत्र उत्तरपदप्राधान्यता अस्ति इति कारणतः अत्र तत्पुरुषसमासः अस्ति. अर्थं दृष्ट्वा विग्रहवाक्यं वदामश्चेत्, अत्र रघु इति वंशस्य नाम अस्ति, अतः रघुषु उत्तमः. अत्र रामः इति पदस्य विशेषणम् एव रघु उत्तमः अपि च भक्तवत्सलः, अतः रघुषु उत्तमः, रघु उत्तमः. अत्र सप्तमी विभक्तेः लोपः जातः अतः सप्तमी तत्पुरुषसमासः अस्ति. अपि च मुनिश्रेष्ठः इति पदमस्ति, अत्र सन्धिः नास्ति, केवलं मुनि अपि च श्रेष्ठ इति पदमस्ति, सम्बोधनरूपमस्ति. अत्र अत्रापि उत्तरपदप्राधान्यमेव अस्ति, श्रेष्ठ इति पदस्य प्राधान्यता अस्ति, प्रधानता अस्ति. अत्र अर्थं दृष्ट्वा विग्रहवाक्यं वदामश्चेत्, मुनीनां श्रेष्ठः अपि च मुनिषु श्रेष्ठः, तयोर्मध्ये कतरः श्रेष्ठः भवति अत्र. सम्यक् अस्ति. कतरः कीदृशरीत्या वदामश्चेत् सम्यक् भवति विग्रहवाक्यं? मुनीनां श्रेष्ठः इति वाक्यम् उत्तमं वा, नो चेत् मुनिषु श्रेष्ठः इति श्रेष्ठतमं वा, श्रेष्ठतरं श्रेष्ठतरम्? आमामां, तत्र गतसप्ताहे प्रश्नः, विद्याभगिनी प्रश्नः आगतः आसीत् खलु, तत्र मया न दृश्यमासीत्, सप्तमी भवितुमर्हति न वा इति वा प्रश्नः आसीत् महोदय, अत्र षष्ठी अपि भवति वा इति, षष्ठी अपि, अपि च सप्तमी विभक्तौ श्रेष्ठ इति उत्तरपदे भवति वा इति प्रश्नः आसीत्, अत्र विधायकसूत्रे श्रेष्ठ इत्यपि अस्ति वा? आमामां, तत्र षष्ठः शब्दः अस्ति इति मन्ये, अग्रे गत्वा तत्र विधायकसूत्रे षष्ठः अस्ति इति मन्ये, द्रष्टव्यमस्ति. अस्तु, अग्रे गच्छेम, अनन्तरं द्रक्ष्यामः. अपि च अग्रिमे वदामि, अत्र स्थूलाक्षरैः लिखितम् अन्यं पदं रामेश्वरः अस्ति. अत्र अस्मिन् परिच्छेदे रामस्य ईश्वरः रामेश्वरः इति अर्थः उक्तः, अतः अत्र रामस्य ईश्वरः इति विग्रहवाक्यं रचयामश्चेत् अत्र उत्तरपदप्राधान्यमस्ति इति कारणतः षष्टितत्पुरुषसमासः भवति. अपि च राजीवलोचनः इति पदमस्ति, अत्र राजीवलोचन इति पदद्वयम् अस्ति. अत्र लोचनम् इति पदं नपुंसकलिङ्गपदं, परन्तु अत्र बहुव्रीहिसमासः अस्ति इति कृत्वा अत्र लिङ्गपरिवर्तनम् अभवत्. अत्र यस्य लोचनानि, राजीव इति एकं पुष्पं, पुष्पस्य नाम अस्ति, यस्य लोचनद्वयं राजीव इव अस्ति सः इति ग्रहवाक्यं रचयामः. अत्र रामचन्द्रः इति पदस्य विशेषणं राजीवलोचनः. अत्र राजीव लोचन अनयोः द्वयोः पदयोः प्रधानता नास्ति, प्राधान्यं नास्ति, अन्यपदप्राधान्यमस्ति. इत्युक्ते राजीवलोचनः रामः अन्यः अस्ति, अतः अत्र बहुव्रीहिसमासः. अपि च रामचन्द्रः, अत्र रामचन्द्र इति पदद्वयम् अत्र अत्र भवती उक्तवती यत् यस्य लोचनद्वयं राजीवः इव एव एतादृशं किमपि उक्तवती, अत्र विग्रहवाक्यं तादृशी शैली न भवति, किन्तु भवती सम्यक्तया प्रतिपादितवती, प्रतिपादनस्य विषयः यदा वदामः तदानीं सम्यक् एव, इदानीं तस्य विग्रहवाक्यं किम्? यस्य इति आरम्भे भवती उक्तवती, आरम्भे न भवति यस्य, क्षम्यतां, पुनः वदामि, अत्र राजीव इव लोचनं यस्य सः, आम् राजीवः इव, राजीवः इव लोचनं. महोदय, अत्र लोचनद्वयमस्ति, अतः केवलम् एकवचने वक्तव्यं वा? लोचनद्वयमस्ति, हा सत्यं, लोचनद्वयमस्ति, किन्तु अत्र प्रायः राजीवः इव लोचनं यस्य सः इति, लोचनद्वयम् अस्ति इति सत्यं, नाम वक्तुः कीदृश आशयः अस्ति इति दृष्ट्वा वक्तव्यमस्ति. यदि वयं चिन्तयामः यत् लोचनद्वयम् इति विवक्षा अस्ति, तदानीं द्विवचने वक्तव्यं भवति, नो चेत् एकवचने विवक्षा अस्ति चेत् राजीवः इव लोचनं यस्य सः इति प्रायः सामान्यतया सर्वेषां कृते निद्रद्वयं समानं दृश्यते, यदि तादृशं नास्ति चेत् किञ्चित् किमपि दोषः इति स्यात्, तर्हि प्रायः तदर्थम् एकवचने एव अस्ति इति. तादृशं किमपि स्यात् तर्हि तादृशी परम्परा अस्ति. राजीवः इव लोचनं यस्य सः, राजीवः इव लोचनं यस्य सः. राजीवः इति नपुंसकलिङ्गे अस्ति वा? पुल्लिङ्गे अस्ति इति मन्ये. पुल्लिङ्गे अस्ति वा राजीवः इति मन्ये? यदि पुष्पमस्ति महोदय, पुष्पमस्ति चेत् अत्र नपुंसकलिङ्गं भवति महोदय. किं राजीवमिति पुष्पमस्ति महोदय. राजीवः इति अन्यः शब्दः, अत्र पुल्लिङ्गे अपि अस्ति परन्तु तस्य अर्थः भिन्नः. अस्तु, शब्दकोशे तादृशमस्ति नपुंसकलिङ्गे इति वा? आं महोदय. अस्तु, सम्यक् अस्ति, धन्यवादः. राजीवम् इव लोचनं, राजीवम् इव लोचनः, राजीवम् इव लोचनं यस्य सः. अवगच्छामि, धन्यवादः महोदय. अपि च अत्र रामचन्द्रः इति पदमस्ति, रामचन्द्र इति पदद्वयमस्ति अत्र. अत्र गते सप्ताहे भवान् उक्तवान् अत्र चन्द्रः इव रामः. अत्र चन्द्रः इति पदम् उपमानं, रामः इति उपमेयम्. अतः उपमान उत्तरपदकर्मधारयसमासः तत्पुरुषसमासेषु एकः प्रकारकः अस्ति, समासः अस्ति कर्मधारयसमासः. अत्र उपमान उत्तरपदकर्मधारयसमासः रामः इव चन्द्रः इव रामः अस्ति. एतत् सर्वम् अनन्तरं द्रक्ष्यामः. सम्यक् एव महोदय. चन्द्रः इव रामः वा रामः इव चन्द्रः वा? अत्र रामः चन्द्रः इव इति शैली अस्ति. चन्द्रपदं वा अथवा रामः उत्तरपदम्? उपमान उत्तरपदकर्मधारय इति सा उक्तवती. उपमानं चन्द्रः चन्द्रस्य उपमानं वा अथवा रामस्य उपमानं चन्द्रः वा? उपमानं तत्र चन्द्रः खलु, चन्द्रः इव रामः वा? न, चन्द्रः इव अस्ति, चन्द्रः इव खलु, नाम रामः इति विषयः. रामः चन्द्रः इव अस्ति, रामः चन्द्रः इव अस्ति. आम्, चन्द्रः इव अस्ति खलु इति कृत्वा रामः इव. किन्तु शैली भवति रामः चन्द्रः इव. उपमान उत्तर तत्र उत्तरपदम् उपमानमस्ति, उपमानोत्तरपदः समासः कर्मधारयः. एतत् सर्वम् अग्रे आयासति. रामः चन्द्रः इव. आम्, रामः चन्द्रः इव इति वक्तव्यमस्ति. उमायाः पतिः अत्र अन्तिमं पदमस्ति. उमायाः पतिः उमापतिः अत्रापि षष्ठी तत्पुरुषसमासः. किमर्थं चेत् उत्तरपदप्राधान्यता उत्तरपदप्रधानम् अत्र षष्ठीविभक्तेः लोपः जातः, अतः षष्ठी तत्पुरुषसमासः उमापतिः. समीचीनमस्ति इति तत्र उदाहरणार्थम् अस्माकं तत्र पुस्तके अत्र मेघश्यामः इति अस्ति एकं, यत्र उपमानं पूर्वमस्ति मेघः इव श्यामः. राजी भगिनी, मेघः मेघः इव श्यामः मेघः इति उपमानमस्ति, मेघस्य सदृशश्यामः इति कृत्वा मेघः इव श्यामः मेघश्यामः. अत्र उपमानपूर्वपदः अस्ति. उपमानोत्तरपदः नरः व्याघ्रः इव. अत्र उपमानमनन्तरमस्ति नरव्याघ्रः. नरव्याघ्रः तर्हि मेघश्यामः नरव्याघ्रः. तत्र शैलीद्वयमस्ति कर्मधारयसमासेषु. अत्र द्वैविध्यमस्ति वा आहत्य नवविधसामान्यकर्मधारयसमासाः सन्ति. तेषु यत्र उपमानमस्ति तत्र पूर्वमपि भवितुम् अर्हति यथा मेघः, अनन्तरं भवितुम् अर्हति यथा व्याघ्रः. अस्तु अस्तु तर्हि अग्रे हा लक्ष्मी भगिनी समापितवती. आं महोदय. आम् अस्तु समीचीनमस्ति. अग्रे गच्छेम तर्हि. अधुना किं विद्या भगिनी? कलह निपुणः नारदः तत् श्रुत्वा ततः शिवलोकं प्रस्थितः. सः कैलासे पार्वतीपरमेश्वरौ अपश्यत्. ततः परमेश्वरं परमेश्वरं च अपृच्छत्, हे उमाकान्त, भूलोके श्रीरामः रामस्य ईश्वरः रामेश्वरः इति मन्यमानः भवतः पूजां करोति, भवान् न जानाति किम् इति. तर्हि अत्र प्रथमं समस्तपदमस्ति कलह निपुणः इति. अत्र कलहे निपुणः इति सप्तमी तत्पुरुषसमासः. अत्र निपुणः इति पदस्य प्राधान्यम् उत्तरपदप्राधान्यम्, अतः सप्तमी तत्पुरुषसमासः. अनन्तरं शिवलोकम् इति अपि समस्तपदं. शिवस्य लोकः तम्. अत्र शिवस्य लोकः इति षष्ठी तत्पुरुषसमासः. प्रस्थितशब्दः द्वितीयविभक्तिं स्वीकरोति. हा, प्रस्थितः इति अत्र तान्तरूपमस्ति. ततः शिवलोकं प्रस्थितः. न, वस्तुतः अत्र प्र उपसर्गपूर्वकः अस्ति, नो चेत् सप्तमी भवति स्म. शिवलोके स्थितः. इति कारणतः. अस्तु, तर्हि द्वितीया विभक्तौ. हा, अस्तु. अनन्तरं सः कैलासे पार्वतीपरमेश्वरौ अपश्यत्. पार्वतीपरमेश्वरौ अधिवसति. अधिवसति, हा, सत्यं. अत्र उपपदविभक्तिः इति वा? आम्, तत्र सत्यं. तत्र नगरे वसति, किन्तु नगरम् अधिवसति. अस्तु. पार्वतीपरमेश्वरौ इति पदमस्ति समस्तपदं. पार्वती अपि च पार्वतीश्च परमेश्वरश्च इति विग्रहवाक्यम्. अत्र द्वन्द्वसमासः, यतोहि उभयपदप्राधान्यमस्ति. पार्वती अपि अपश्यत्, परमेश्वरः अपि अपश्यत्. इत्युक्ते अत्र पार्वती इति पदस्यापि क्रियया सह अन्वयः, परमेश्वरः इति शब्दस्यापि अन्वयः अस्ति. अतः उभयपदप्राधान्यम्. अतः अत्र इतरेतरद्वन्द्वसमासः. अनन्तरम् अत्र परमेश्वरः इति शब्दः अपि समस्तपदं खलु. परम ईश्वरः इति कर्मधारयसमासः वा? हा, तत्र अर्थः कीदृशः इत्यस्य आधारेण वदामः. तथा अस्ति चेत् परमः ईश्वरः. अस्तु. अनन्तरं हे उमाकान्त इति सम्बोधनमस्ति. उमाकान्त उमायाः कान्तः. अत्र षष्ठी तत्पुरुषसमासः. यतोहि कान्तः इति पदस्य प्राधान्यं, कान्तः रामः न शिवः, शिवः कान्तः। भूलोके, भूलोके इति समस्तपदमस्ति। अत्र भू इति लोकः, भू इति लोकः, तस्मिन् इति अत्र कर्मधारयसमासः। अत्र लोकः इति पदस्य प्राधान्यम् अस्ति, उत्तरपदप्राधान्यम्, अतः अत्र कर्मधारयसमासः अत्र भू इति लोकः इति समस्तपदं, भूलोकः तस्मिन्। बहु समीचीनमस्ति, सर्वे अवगच्छन्तु। अत्र तस्य नाम अस्ति सम्भावनापूर्वपदकर्मधारयसमासः। अत्र कथमस्ति, यत्र द्वितीयपदस्य बहवः प्रकाराः सन्ति, तेषु अन्यतम इति उक्तमस्ति। यथा वृक्षाः बहवः सन्ति, तेषु आम्रवृक्षः, आम्रः इति एकः विशेषः, वृक्षविशेषः, तर्हि आम्रः इति वृक्षः आम्रवृक्षः। तर्हि यत्र बहवः प्रकाराः सन्ति, तेषु अन्यतमप्रकारः उक्तः आरम्भे, तत्र सम्भावना पूर्वपदकर्मधारयसमासः। भू इति लोकः, भूलोकः, बहवः लोकाः सन्ति, बहवः वृक्षाः सन्ति इति कृत्वा आम्र इति वृक्षः आम्रवृक्षः। अस्तु भगिनि। महोदय, अत्र भू इति भवति वा अथवा भूः इति, तत्र किं विभक्तिम् उपयुज्य वदामः वा, प्रथमाविभक्तिम् उपयुज्य आम्रः इति वृक्षः अथवा प्रातिपदिकम् उपयुज्य वदामः वा? हा न, तत्र सुबन्तः उच्यते, अत्र भू इति उकारान्त, तत्र भूः इति अस्ति इति प्रायः, भूः अस्ति महोदय, भूः इति प्रायः अस्ति, भूः इति इत्युक्ते आम्रः इति प्रथमविभक्त्यां वदामः, आम्रः इति वृक्षः। आम्, तत्तु नियमः स एव अस्ति, भूः इति भूर्भुवः, तत्र तत् किं तत्र लोकः श्लोकः अस्ति खलु प्रसिद्धः, भूः भुवः सुवः जनः तपः तथा किमपि अस्ति, तत्र भूः इति विसर्गः अस्ति, भूः इति लोकः, सम्यक् भूः इति लोकः। अस्तु भगिनि। अनन्तरम् अत्र रामेश्वरः इति एव समस्तपदम्, अत्र अन्यत् समस्तपदं रामेश्वरः, अत्र तु रामस्य ईश्वरः इति षष्ठी तत्पुरुषसमासः, यतोहि अत्र तादृश अर्थः इष्टः, रामस्य ईश्वरः षष्ठी तत्पुरुषसमासः, उत्तरपदप्राधान्यं। रामस्य ईश्वरः कः? रामस्य ईश्वरः अस्ति शिवः। तर्हि अत्र तादृश अर्थः इष्टः, अत्र कथायाः शिक्षा तादृशी अस्ति, यत् अर्थं शब्दस्य अर्थं दृष्ट्वा विग्रहवाक्यं वक्तव्यमस्ति। तर्हि अत्र तादृश अर्थः इष्टः इति कृत्वा षष्ठीतत्पुरुषसमासः। अस्तु, समीचीनमस्ति, तर्हि अग्रे गच्छेम। महोदय, पृच्छतु भगिनि। अत्र शिवलोकम् इत्यस्मिन् पदे शिवस्य लोकः इति विग्रहवाक्यमस्ति, परन्तु अत्र भूलोकः, अत्र भू इति लोकः इति भिन्नरूपेण विग्रहवाक्यम् उक्तमस्ति। वयं कथं जानीमः, कथं वक्तव्यम् अत्र विग्रहवाक्यम् इति? यतोहि तत्र अर्थं यदा अवगच्छामः तदानीं स्पष्टं भवति। अत्र बहुषु लोकेषु दर्शनशास्त्रे तत्र लोकाः उक्ताः सन्ति खलु, तेषु अन्यतमः शिवलोकः इति नास्ति, खलु हा इति कृत्वा अत्र अत्र आम्रवृक्षः अथवा भूलोकः तत्र सप्तलोकाः तादृशं किमपि अस्ति तेषु अन्यतमः किन्तु अन्यतमः शिवः नास्ति इति कृत्वा तादृशसमासः न कर्तव्यः अस्ति शिवस्य लोकः इत्युक्ते यत्र शिवः अस्ति न वा अवगच्छामि शिवस्य लोकः कैलासः तर्हि कैलासः इति लोकः इति तथा प्रायः वक्तुं शक्यते हा सत्यं सत्यं तत्तु लोकः नास्ति तत्र स्थानम् इति अर्थः तत्र स्थानं तादृशलोकः नास्ति यद् भूलोकः अस्तु अपि च महोदय अत्र प्रश्नः अस्ति कलह निपुणः कलहे निपुणः इति सप्तमी तत्पुरुषः इति उक्तवती परन्तु अत्र निपुणः इति उत्तरपदे अस्ति चेत् अत्र तृतीया तत्पुरुषसमासः अपि अत्र भवितुमर्हति वा कलहेन निपुणः तत्तु दोषाय नास्ति किन्तु अत्र निपुणशब्दः सप्तमी तत्पुरुषे तत्तु मनसि अस्ति स्पष्टं निपुणशब्दः उक्तः साक्षात् सूत्रे अत्र तृतीयतत्पुरुषसमासस्य सूत्रे अपि निपुणः शब्दः अस्ति निपुणशब्दः अस्ति तत्र सत्यम् एतत् बहुभ्यः दिनेभ्यः न दृष्टवान् तर्हि तदपि भवितुमर्हति महोदय अत्र पूर्वं कलह प्रेह यथा भगिनी पठितवती पूर्वं तत्र तु बहुभिः समासः अस्ति तादृशी कलह निपुणः न अस्ति वा न न तत्र विधायकसूत्रं द्रष्टव्यमस्ति विधायकसूत्रं द्रष्टव्यमस्ति के शब्दाः उक्ताः अग्रे गत्वा प्रत्येकम् इदानीं मास्तु इदानीं केवलं परिचयः विषयः आयास्यति तत्र विधायकसूत्रं विधायकसूत्रे के शब्दाः उक्ताः तत्र प्रियशब्दः नास्ति इति तु निश्चितमस्ति महोदय अत्र कलहनिपुणः तत्र कलहेन निपुणः इति वदामः चेत् कलहं कृत्वा सः निपुणः अभवत् इति अर्थः भवति खलु तत् सम्यक् नास्ति इति अहं चिन्तयामि कलहे एव अर्थं दृष्ट्वा न भवती किं वक्तुमिच्छति यत् कलहेन अथवा कलहे इति तत्र अर्थभेदः कलहे निपुणः इति सम्यक् इति चिन्तयामि कलहेन इति तृतीय उपयोगं कुर्मः चेत् तत्र अर्थभेदः कः अर्थभेदः कलहेन इत्युक्ते यथा तत् साधनम् अभवत् अथवा तत् कार्यं कृत्वा सः निपुणः अभवत् इति कलहं कृत्वा सः अथवा यथा विद्यार्थिः अस्ति पाठं पठित्वा पठनेन निपुणः अभवत् अभ्यासं कृत्वा हा कलह अभ्यासं कृत्वा सः निपुणः अभवत् इति भवति खलु तत् सम्यक् नास्ति इति चिन्तयामि तृतीय उपयोगं कुर्मः चेत् कलहेन निपुणः यथा पठनेन निपुणः कलहे निपुणः हा तत् सम्यक् सप्तमी सम्यक् किन्तु तृतीय उपयोगं कुर्मः चेत् सम्यक् नास्ति इति अहं चिन्तयामि कलहेन निपुणः इति तत्र तादृश अर्थभेदः इति द्रष्टव्यमस्ति नाम तत्र अभ्यासं कृत्वा निपुणः जातः इति अस्य आवश्यकता अस्ति न वा इति द्रष्टव्यमस्ति तृतीयाविभक्तौ इति साधारणतया नारदः कलहं करोति इति प्रसिद्धः न तु कलहस्य कारणेन सः निपुणः अभवत् इति नास्ति न अत्र कारणेन इति तृतीय उपयोगं कुर्मः चेत् कारणे निपुणः इति प्रसिद्धः इति अर्थः नास्ति खलु न न हा प्रसिद्धः इति न मम अर्थः किन्तु कलहेन इति कलहस्य कारणेन निपुणः अभवत् इति भवति खलु तत् तादृश आवश्यकता प्रायः नास्ति किन्तु हा तदेव मम न न न वदामि यत् तृतीयविभक्तिः अस्ति चेदपि तादृश नाम कारणार्थे इति नाम बहुषु अर्थेषु विभक्तयः भवन्ति अतः यः यः इष्टः अर्थः भवत्याः सः अपि अर्थः प्रायः साधयितुं शक्येत तृतीयविभक्त्या अपि इति मन्ये. परन्तु महोदय अत्र अत्र तृतीयाविभक्ति न स्वीकुर्मः, अत्र सप्तमीविभक्ति एव सम्यक् इति इति परम्परागत विग्रहवाक्यम् अवश्यं तत्तु अस्ति. अस्माकं तत्र तादृशपरम्परा अस्ति, तादृश अभ्यासः अस्ति, इति अवश्यमस्ति. तृतीयाविभक्तौ तादृश अर्थः न भवितुम् अर्हति इति प्रश्नः प्रायः सैद्धान्तिकरूपेण थियोरेटिकलि सैद्धान्तिकरूपेण वदामः चेत् तत्र प्रायः तादृश अर्थः भवितुम् अर्हति, यतोहि तृतीयाविभक्तिः तत्र केवलम् एकस्मिन् अर्थे इति नास्ति. विद्याभगिनी किमपि वक्तुम् इष्टवती वा अस्मिन्? सत्यम्, अत्र तु कलहे निपुणः इति एव अहम् उक्तवती, परन्तु अत्र निपुणः इति शब्दः उत्तरपदे भवति चेत् कलहेन निपुणः अपि भवितुम् अर्हति इति तावदेव वक्तुमिच्छामि. कलहेन निपुणः यतोहि अत्र आचार आचारनिपुणः विषयान्तर अनेन अर्थान्तरं भवति न वा इति प्रश्नः. अर्थान्तरं भवति न वा इति आचारनिपुणः इति सूत्रे एव दत्तमस्ति उदाहरणम् आचारनिपुणः, तर्हि आचारेण निपुणः इति अस्ति. एवमेव कलहेन निपुणः इति इत्युक्ते प्रथमतया यदा हि सः नारदः कलहं कर्तुम् आरब्धवान् आचारेण निपुणः नाम आचारं कृत्वा कृत्वा निपुणः जातः इति वा? सत्यम्, आचारं कृत्वा कृत्वा निपुणः जातः. तस्मिन् अर्थे अस्ति चेत् अत्र इष्टः अर्थः नास्ति, तर्हि रत्ना भगिनी सम्यक्तया उक्तवती. परन्तु तादृश अर्थः अपि भवितुम् अर्हति इति तावदेव वक्तुमिच्छामि. आमामामाम् अपरस्मिन् प्रसङ्गे खलु? सत्यम्, अपरस्मिन् प्रसङ्गे. तादृश तर्हि तादृशमस्ति चेत् रत्ना भगिनी सत्यमेव. अग्रे गच्छेम. राजेन्द्रमहोदय अग्रे. आम् आं महोदय. भस्मविभूषितः नीलकण्ठः शङ्करः अवदत्, हे मुनीन्द्र, रामेश्वरो नाम रामस्य ईश्वरः इति न अर्थः, अपि तु रामः ईश्वरः यस्य सः इति अर्थः, तन्नाम रामः मम स्वामी अस्ति इति. भस्मविभूषितः अत्र भस्मेन विभूषिताः इति यः सः तत्र कर्मधारीसमासः अस्ति इदानीं चिन्तयामि. तत्र अत्र भस्मेन विभूषितः यः सः तत्र कर्मधारीसमासः अस्ति वा? सम्यक् वा महोदय? कर्मधारीसमासः यत्र सामानादीकरणीयमस्ति अग्रिमे अग्रे तत्र करपत्रम् एकम् अस्ति, नाम यत्र द्वयोः पदयोः समानविभक्तिकत्वं तत्र कर्मधारीसमासः, यत्र विशेषणपूर्व पदकर्मधारीसमासः अस्ति तादृशं तत्र सामान्यं तृतीयतत्पुरुषसमासः भवति आम् अत्र तृतीयतत्पुरुषसमासः, अत्र कर्मधारीः नास्ति. अस्तु महोदय. नीलकण्ठः महोदय, अत्र भस्मशब्दः नकारान्तशब्दः इति दत्तमस्ति, अतः भस्मना इति भवति वा? अत्र भस्ममपि अस्ति इति मन्ये, तत्र अकारान्तशब्दः भस्मं भस्म इति नपुंसकलिङ्गे भस्म इति प्रथमविभक्तौ भस्मम् इति अपि अस्ति खलु इति मन्ये. भस्मन् भस्मन् इति प्रातिपदिकं दत्तमस्ति, अपि च भस्म कर्म प्रातिपदिकं स्यात्, किन्तु भस्म अपि अस्ति न वा? नास्ति वा? महोदय अस्ति महोदय, भस्म इति पदमपि अस्ति, पदमस्ति खलु, अतः भस्मेन इति अपि सत्यम्. अत्र भस्म इति अस्ति चेत् यथा कर्मशब्दवत् नकारान्तपदं भवति वा? नकारान्तशब्दः अस्ति चेत् तादृशविग्रहवाक्यमस्ति, किन्तु अत्र दोषः नास्ति, अकारान्तशब्दः नपुंसकलिङ्ग अकारशब्दः अपि अस्ति. अतः भस्मेन भस्मेन दोषाय नास्ति. इत्युक्ते भस्मम् इति पदमस्ति वा अत्र? भस्म यथा फलं, फलं फला इति अकारान्त नपुंसकलिङ्गशब्दः. गृह गृहफल इति अकारान्त नपुंसकलिङ्गशब्दः इव अत्र भस्मशब्दः अपि भवति भस्मेन विभूषितः. धन्यवादः महोदय. अत्र अत्र भस्मैः विभूषितः इति अपि वक्तुं शक्नुमः खलु, भस्मैः? आम् इति बहुवचने बहुवचने वक्तुं शक्यते. किमर्थं वक्तुं शक्यते? किन्तु एकवचने अस्ति चेत् दोषाय नास्ति इति मन्ये. यतोहि अत्र भस्म इत्युक्ते आशस् खलु, तर्हि तत्र आश् इति एकवचने अपि स्वीक्रियते तत्र सामूहिकार्थे. अस्तु, बहुवचने भवेत् इति नास्ति इति मन्ये. बहुवचने वदति चेत् दोषः नास्ति, किन्तु एकवचने अपि दोषः नास्ति इति मन्ये सामूहिकार्थे. अस्तु, एकवचने भस्मेन विभूषितः, भस्मेन विभूषितः. अस्तु, अग्रे अत्र उत्तरपद प्राधान्यम् अस्ति, तत् कारणात् तत् तृतीयतत्पुरुषसमासः भवति. विभूषितस्य अन्वयः भवति शङ्करः. कः विभूषितः? शङ्करः. अवदत् विभूषितः अवदत् अवदत् अवदत् तत् अत्र नीलकण्ठः. नीलकण्ठः चिन्तयामि बहुव्रीहि समासः अस्ति. नीलः कण्ठः यस्य यस्य नीलकण्ठः तत्र बहुव्रीहि समासः अस्ति. अन्यपदप्राधान्यं अस्ति अत्र. नव पूर्वपदं नव उत्तरपदस्य प्राधान्यम् अस्ति. अन्य पदम् अन्यपदप्राधान्यम् अस्ति. तत्कारणात् तत् बहुव्रीहि समासः चिन्तयामि. शङ्करः अवदत्. हे सम्यक् अस्ति महोदय? नीलकण्ठः. आम् आम् आम् बहुव्रीहि समासः अस्ति. अन्यपदप्राधान्यं हे मुनीन्द्रः. हे मुनीन्द्रः अपरस्मिन् प्रसङ्गे कमदारी समासः भवितुम् अर्हति स्म. यत्र अत्र कण्ठः इति अस्य प्राधान्यं यदि स्यात् अत्र नास्ति तथा. किन्तु अस्तु, हे मुनीन्द्र, हे मुनीन्द्र अत्र सम्बोधनरूपम् अस्ति. मुनीषु इन्दरः, इन्दरः यः मुनीषु इन्दरः यस्मिन् सप्तमी तत्पुरुषसमासः अस्ति. अत्र इन्दरः उत्तरप्रद प्राधान्यम् अस्ति. अपि च तत्र मुनीषु अत्र सप्तमी विभक्त्यां भवति. तत्र सप्तमी तत्पुरुषसमासः अस्ति. सम्यक् वा महोदय? इदानीं किञ्चित् संशयः. अथवा प्रायः षष्ठी इति नास्ति वा अत्र? मुनीनां तदपि भवितुम् अर्हति. प्रश्नः अस्ति यद् इन्द्रः मुनिः अस्ति न वा? इन्द्रः देवः अस्ति खलु? देवः अस्ति. आमाम्. अतः तेषु अन्यतमः नास्ति चेत् षष्ठी एव भवेत्. परन्तु अत्र अहं चिन्तयामि अत्र अर्थः अस्ति इन्द्रः तु राजा अस्ति, तत्र राज्ञः अस्ति, राजा अस्ति. तत्कारणात् मुनिषु मुनीनां राजा यः सः. अत्र इन्द्रस्य अर्थः राजा. अस्तु, मुनीनां राजा तत् षष्ठी विभक्ति षष्ठी तत्पुरुषसमासः भवति तदा तथा. तथा यथा इन्द्रपदस्य प्राधान्यम् अस्ति, उत्तरपद प्राधान्यम् अस्ति, तत्कारणात् अत्र रामेश्वरो नाम रामस्य ईश्वरः इति न अर्थः. रामेश्वरः पूर्वं कृतवन्तः, रामस्य ईश्वरः तत् नामस्य रामस्य ईश्वरः इति न अर्थः, अपि तु रामः ईश्वरः यस्य, किञ्चित् भिन्नरूपेण नेतव्यम् अत्र. रामः ईश्वरः यस्य सः इति अर्थः. स रामेश्वरः तस्य द्वितीय, अत्र तु अत्रापि यथा तादृशी अर्थं स्वीकुर्मः, रामः ईश्वरः यस्य, तत्र तु किमिति अत्र चिन्तयामि, यथा तादृशी अर्थं स्वीकुर्मः रामः ईश्वरः यस्य, तत् तथा रामेश्वरः तत् षष्ठी तत्पुरुषसमासः न भवति तदा. सत्यं सत्यम् इति अत्र कथायाः शिक्षा अस्ति, नाम अर्थम् अवलम्ब्य विग्रहवाक्यं वक्तव्यमस्ति. तर्हि अर्थान्तरं भवति चेत् विग्रहवाक्यम् अन्यत् भवेत्. अत्र अर्थः कः? प्रथम तत्पुरुषसमासः अस्ति वा अत्र महोदय? अत्र बहुव्रीहि अस्ति. हा, अत्र अन्यपदप्राधान्यम्. अत्र यस्य सः इति यस्य यत्र वा पश्यामः, यस्य सः तत्र बहुव्रीहिसमासः. यतोहि अत्र किम् उक्तं, तत्र अन्तिमवाक्यं पठतु महोदय. तन्नाम रामः मम स्वामी अस्ति. अत्र इत्युक्ते तत् रामः मम ईश्वरः अस्ति, तत्र रामः इत्युक्ते रामः इत्युक्ते रामः रामः ईश्वरः यस्य, तत् इत्युक्ते रामः, तत् अन्यपदप्राधान्यं भवति. शङ्करः. हा, रामः ईश्वरः यस्य सः. यस्य सः रामः ईश्वरः यस्य सः. तर्हि स च कः? शङ्करः. अस्तु अस्तु, आम् आम् आम्, सत्यं सत्यं, तत् शङ्करः एव, शङ्करस्य ईश्वरः यः, रामः ईश्वरः यस्य सः. एवं महोदय. तर्हि रामेश्वरः कः? रामेश्वरः इत्युक्ते रामः. न, रामः न, रामः अत्र यस् रामः इति ईश्वरः, किन्तु यस्य ईश्वरः रामः, यस्य ईश्वरः रामः सः कः? शङ्करः. यस्य ईश्वरः रामः सः शङ्करः. अत्र ईश्वरः जातः रामः. पूर्वं ईश्वरः कः आसीत्? पूर्वं तु शङ्करः एव, शङ्करः ईश्वरः आसीत्, यथा रामस्य ईश्वरः. रामस्य ईश्वरः इति रामेश्वरः, तत्र शङ्करः. अत्र रामः ईश्वरः यस्य सः इति अपि शङ्करः, किन्तु तत्र अर्थः भिन्नः खलु? स्पष्टं जातं वा? आम् आम्. अत्र विग्रहवाक्यं दृष्ट्वा तत्र अर्थान्तरं भवति. अस्तु, महोदय महोदय अग्रे. महोदय, शङ्कर अपि समस्तपदम् अस्ति. शङ्करः इति वदतु. शं करोति यः. आमामाम् आम् आम्, सत्यं. मुनीन्द्र शब्दते षष्ठी तत्पुरुषं साधु वा अथवा सप्तमी तत्पुरुषसमासः साधु वा? तत्र अर्थं दृष्ट्वा इन्द्रः मुनिषु अन्यतमः अस्ति चेत् सप्तमी, नो चेत् नास्ति चेत् षष्ठी. भवन्तः सर्वे मम कृते अधिकं जानन्ति, एतत् कथायां मम नैपुण्यं नास्ति. अत्र तत्र एतत् मुनिषु अन्यतमः रामः इति इन्द्रः इति उच्यते वा? सः इन्द्रः एव साधु इति अहं चिन्तयामि. किमर्थं इत्युक्ते सः मुनीनां श्रेष्ठः न, सः इन्द्रः नियन्त्रकः. इन्द्रः नियन्त्रकः मुनीनाम् एतादृश नियन्त्रकः अस्ति चेत् तत्र तत्र षष्ठी तत्पुरुषः मुनिषु अन्यतमः इति चेत् सप्तमे तावदेव वक्तव्यमस्ति. अपि तु महोदय शङ्करः तु मुनिना मुनिना अस्ति. शङ्करः न, अहं मुनीन्द्रशब्दस्य प्रश्नं अत्र मुनीन्द्र मुनीन्द्र इति सम्बोधनमस्ति खलु? आम्, तत् पदं षष्ठी तत्पुरुषसमासमेव भवितुम् अर्हति. शङ्करः स्वयम् अवदत्, शङ्करः अवदत् हे मुनीन्द्र मुनीन्द्रः शङ्करः स्वयं वदति खलु? महेन्द्र इन्द्रः इति श्रेष्ठः इति महोदय, भोगेन्द्र भुजगेन्द्र इत्यादि प्रयोगाः सन्ति किल, तेषु उन्नतः अथवा श्रेष्ठः इन्द्रः इति तत्पुरुषः एव भवति. तत्पुरुषः अस्ति एव, कीदृश तत्पुरुषः? सप्तमे एव भवति महोदय, न तु षष्टि. इत्युक्ते बहवः मुनिनः सन्ति, हा मुनिषु श्रेष्ठः इति नारदः. नारदः न, एषः नारदः. आम्, हे नारद इति अर्थः. शङ्करः वदति. अस्तु समीचीनं, तदेव तर्हि. महोदय अत्र तन्नाम इति अपि समस्तपदं खलु? तन्नाम आम्, तस्य नाम. हा सत्यं, हा सत्यं सत्यं, तस्य इति अस्ति. तत्तु सत्यमस्ति, तन्नाम. तत् सन्धि न अस्ति वा महोदय? तत् तन्नाम तत् अस्ति मुनि, तत् तत् नाम नाम सन्धिं कृत्वा तन्नाम. अपि च षष्टि विभक्तिलोपः जातः चेत् तत्र तत्पुरुषसमासः. तस्य नाम नाम किन्तु इत्युक्ते इति अर्थे अस्ति अत्र, इत्युक्ते इत्यस्मिन् अर्थे अस्ति. इत्युक्ते अर्थः अत्र तस्य अस्ति वा इति तत्र काचन शङ्का अस्ति मनसि. तद् नाम, तद् नाम इत्युक्ते अत्र तदेव मूले अस्ति चेत् तत्र, यतोहि तस्य नाम अत्र तस्य नाम प्रायः नास्ति खलु भगिनि? इत्युक्ते इत्यस्मिन् अर्थे अत्र नाम कस्यचित् नाम इति नास्ति अत्र. किं तन्नाम इत्युक्ते, इत्युक्ते तस्य नाम इति एव अर्थः खलु? इत्युक्ते तस्य नाम राम मम स्वामी अस्ति न त इति अर्थे, इत्युक्ते इत्यस्मिन् अर्थे अत्र कस्यचित् नाम इति न उच्यमानमस्ति खलु? कस्यचित् नाम इत्युक्ते अत्र तन्नाम इत्युक्ते इत्युक्ते अत्र न वा महोदय? अत्र कस्यचित् नाम इति न उच्यते अत्र. इत्युक्ते रामः मम स्वामी अस्ति, अतः काचन शङ्का अस्ति प्रायः केवलं सन्धि. तस्य नाम इति अस्य कथनेन अर्थान्तरं प्रायः. अस्तु अस्तु, महोदय महोदय अग्रे अस्ति वा महोदय? अस्तु तर्हि बालसुब्रह्मण्यं तत्र वदतु. तत् श्रुत्वा सम्भ्रान्तचित्तः नारदः ततः सत्यलोकम् अधिवसन्तं ब्रह्मदेवम् उपगम्य पृष्टवान्, तात रामेश्वरः इति शब्दस्य को अर्थः? रामस्य ईश्वरः, अतः उत रामः ईश्वरः यस्य इति. अत्र तत् श्रुत्वा सम्भ्रान्तचित्तः सम्भ्रान्तचित्तः सम्भ्रान्त इति क्रान्त रूपपदं किल महोदय सम्भ्रान्तचित्तः चित्त इति पदस्य विशेषणं सम्भ्रान्तः इति तस्मात् सम्भ्रान्तचित्तः यस्य सः इति तस्मात् बहुभिः समासः नारदः सम्भ्रान्तचित्तः यस्य सः नारदः बहु समीचीनमस्ति ततः चित्तः यस्य सः तदनन्तरं नारदः ततः सत्यलोकम् अधिवसन्तम् सत्यलोकम् अत्र सत्यलोकं भूलोकं भूलोकसदृशं सत्यलोकमपि सप्तलोकेषु अन्यतमः तस्मात् सत्यलोकं सत्यलोकः तं सत्य इति लोकः सत्यं सत्यमिति लोकः तं सत्यम् इति लोकः तं कर्मधारयसमासः इति द्वितीय तत्पुरुषसमासः भवितुम् अर्हति किल महोदय न तादृशं नास्ति अत्र सम्भावनापूर्वपदकर्मधारीसमासः अस्ति लोकेषु अन्यतमं लोकेषु अन्यतमः सत्यम् बहवः लोकाः सन्ति तेषु यथा बहवः वृक्षाः सन्ति तेषु आम्रः आम्रः इति वृक्षः तादृशमस्ति महोदय एकः प्रश्नः अस्ति अधिवसन्तं महोदय वदतु आम् अत्र चतुर्षु समासेषु कर्मधारय इति किं समासं समासः अस्ति वस्तुतः कर्मधारयसमासः अपि तत्पुरुषसमासः अस्तु उत्तरपदप्राधान्यमस्ति आमां तत्र सामान्यतत्पुरुषसमासः अपि तत्पुरुषः अनन्तरं कर्मधारयः अपि तत्पुरुषः द्विगुसमासः अपि तत्पुरुषः अनन्तरं नै प्रभृत्यः इति तत्पुरुषः इति चतुर्विधतत्पुरुषसमासः तेषु अन्यतमः अस्ति सामान्यतत्पुरुषः यत्र विभक्तिलोपः भवति महोदय अत्र सम्भ्रान्तचित्तः यः पदमस्ति तत् सम्भ्रान्तः स्वीकुर्मः तत् अव्ययसमासः अस्ति वा यत्र यथा अत्र सम्भ्रान्तः इति पुनः स्वयं समासः अस्ति इति तु सत्यं सत्यमस्ति यत्र कुत्र आरम्भे तत्र वस्तुतः उपसर्गः एकं पदमस्ति तत्र पद इति कृत्वा तत्र सामान्यतया यत्र उपसर्गः अस्ति उपसर्गः इति अव्ययमस्ति पदसंज्ञा अपि अस्ति यत्र कुत्रापि उपसर्गः अस्ति तत्र समासः अस्ति एव सामान्यतया तत् द्वैविध्यमस्ति एकमस्ति अव्ययीभावसमासः उपकृष्णम् अनन्तरं तत् नञ्प्रभृतयः इत्येषु अपि एकमस्ति प्रातिसमासः तत्रापि यथा प्राचार्यः प्राचार्यः अपि समासः अस्ति तत्र अव्ययभावसमासः नास्ति अतः समस्तपदं दृष्ट्वा निर्णयः करणीयः अस्ति नाम यत्र उपसर्गः अस्ति प्रायः अव्ययभावः अथवा प्रातिसमासः अत्र भव्या भगिनी भवती पृष्टवती खलु व्यूढः इति प्रायः भवती यत् पृष्टवती तदेव सत्यं प्रायः प्रातिसमासः अस्ति मन्ये अस्तु महोदय तस्य विग्रहवाक्यं द्रष्टव्यं वा नाम यत्र यथा प्र इति प्रकृष्ट इति तादृशमस्ति विशेषेण विशिष्ट विशिष्टतया विशिष्टरूपेण विशिष्टरूपेण ऊढः इति व्यूढः तादृशं किमपि स्यात्. आमाम् अस्तु अस्तु महोदय अग्रे. सप्तलोकम् अधिवसन्तम् अत्र पूर्वं दृष्टवन्तः शिवलोकं प्रस्थितः इति. अत्र सत्यलोके वसित निवसितः इति कारणेन सत्यलोकम् इति द्विवचनप्रयोगमस्ति किल महोदय. सत्यलोकम् अधिवसन्तं ब्रह्मदेवम् इति. अधि इति अस्य कथने तद् द्वितीयविभक्तौ सत्यलोकम् अधिवसितम् अग्रे प्रस्थितः इति भिन्नविषयः. पूर्वं ब्रह्मदेवम् इति ब्रह्मा देवः इत्यपि कर्मधारे समासः एव, परन्तु ब्रह्मा इति दीर्घ आकारः कथम् अकारः आयाति इति द्रष्टव्यं. ब्रह्मा देवः ब्रह्मन् इति प्रातिपदिकं ब्रह्मन् नकारस्य लोपः नकारस्य सत्य ब्रह्मन् देवः इति ब्रह्मदेवः तं ब्रह्मदेवम्. किन्तु अत्र दीर्घ आकारः नास्ति महोदय. तत्र मयापि न दृष्टमासीत् अत्र दीर्घ आकारः नास्ति अतः तत्र ब्रह्मा इति नास्ति ब्रह्म एव ब्रह्मन् इति नकारान्त तत्र नपुंसकलिङ्गशब्दः अस्ति. अत्र ब्रह्मा इति देवः न तु ब्रह्मा. भवता उक्तं ब्रह्मा इति कृत्वा मम ब्रह्मः जातः. आकारः कुत्र अस्ति? अस्तु किन्तु नास्ति सत्यं. ब्रह्मा इति देवः तम् उच्चारणार्थे ब्रह्मा विष्णु रुद्रः इति उक्तः. तत्र ब्रह्म एकनिमेषः अत्र ब्रह्मा भिन्नम् अस्ति. ब्रह्मा भिन्नम् अस्ति तत्र अर्थान्तरमस्ति. ब्रह्मा तत्र समानं नास्ति. अत्र विषयान्तरमस्ति अपरस्मिन् दिने चर्चयामः. किन्तु अत्र ब्रह्मा अपि च ब्रह्मा इति सामान्यदेवः. ब्रह्म इति निगुणब्रह्म तत्र ब्रह्म तत्तु नपुंसकलिङ्गे ब्रह्म पुल्लिङ्गे ब्रह्म इति अग्रे आकारशब्दः पुल्लिङ्गे अस्ति न चेत् ब्रह्मन् इति नकारात् पदं नपुंसकलिङ्गे. सत्यं महोदय सत्यं नितरं सत्यम्. अत्र ब्रह्म इति नास्ति वा? अत्र ब्रह्म एव अत्र सत्यलोके वसति खलु. ब्रह्म चतुराननः ब्रह्म स एव सत्यलोके वसति. ब्रह्म इति तत्तु भिन्नविषयः. अत्र ब्रह्म इति अस्ति. अत्र आकारः अस्ति न वा? अस्ति आकारः अस्ति. चतुराननः ब्रह्म इति अग्रे दत्तमस्ति खलु. स एव ब्रह्म. अत्र ब्रह्मदेवम् अत्र आकारः नास्ति यतोहि अस्तु समस्तपदे नकारः लोपः एकवचने आकारः. आम् एकवचने तत्र पृथक्तया उच्यते चेत् आकारः इति सत्यं. हा तर्हि आकारः अस्ति विग्रहवाक्य आकारः खलु. सत्यं ब्रह्मा इति देवः सत्यं. यतोहि ब्रह्म तत्र तत्र ब्रह्म इति भवितुमेव नार्हति अत्र. सत्यं तर्हि आकारः अस्ति. अस्तु समापयतु कृपया. उपगम्य ब्रह्मदेवं कीदृशः समासः महोदय? कर्मधारय वा? अत्र कर्मधारयः ब्रह्मा इति देवः तम् सम्भावनापूर्वपदः. सम्भावनापूर्वपदः इत्युक्ते महोदय ब्रह्मा ब्रह्माणौ ब्रह्माणः इति स्वीकुर्मः अत्र. सत्यम् अस्तु. आकारः एकवचने आकारः अस्तु महोदय अग्रे अग्रे. उपगम्य पृष्टवान् तात रामेश्वरः इति शब्दस्य को अर्थः? सो नारदस्य पिता ब्रह्मा पितरम् उद्दिश्य प्रश्नः पृच्छति, तात रामेश्वर इति शब्दस्य को अर्थः इति। रामस्य ईश्वरः उत रामः ईश्वरः यस्य, एतयोः मध्ये कः अर्थः इति पृष्टवान् नारदः। इति प्रश्ने सति अग्रे सुब्रह्मण्यमय तत्र समापितु कृपया। चतुरानः ब्रह्म वत्स एतदुभयमपि न साधु, रामेश्वरः नाम रामश्च असौ ईश्वरश्च इति, अर्थात् रामः एव ईश्वरः, ईश्वरः एव रामः इति, तौ द्वौ अपि अभिन्नौ एव इति। ब्रह्मणः वचनं श्रुत्वा नारदः विस्मितः अभवत्। सः एतं श्लोकं वदन् ततः निर्गतः। विष्णुस्तत्पुरुषं ब्रूते बहुव्रीहिं महेश्वरः, उभयोरप्यतृप्तात्मा विरिञ्चिः कर्मधारयम् इति। अत्र चतुरानः इति अस्ति, अत्र चत्वारः आननाः यस्य सः इति, अत्र चत्वारि आननानि, आं महोदय, आननम् इति नपुंसकलिङ्गशब्दः, क्षम्यताम्, चत्वारि आननानि यस्य सः चतुराननः। अत्र ब्रह्मा इत्यस्य विशेषणमस्ति, अत्र चतुराननः इति कीदृशः समासः इत्युक्ते बहुव्रीहिः अस्ति। सः वदति द्वौ अपि साधु न, परन्तु सः वदति अत्र रामेश्वरः इत्युक्ते रामश्च असौ ईश्वरश्च इति, इत्युक्ते रामः एव ईश्वरः अपि च ईश्वरः एव रामः, द्वयोर्मध्ये कोऽपि भेदः नास्ति, एकः एव इति। तत् श्रुत्वा नारदः किञ्चित् विस्मितः जातः। सः एकं श्लोकम् उक्तवान् अत्र, विष्णुः रामेश्वरः इत्यस्य अर्थः तत्पुरुषं तत्पुरुषसमासं नीत्वा उक्तवान्। महेश्वरः इत्युक्ते शिवः तु बहुव्रीहि समासं नीत्वा उक्तवान्, परन्तु अत्र विरिञ्चिः इत्युक्ते ब्रह्मा, ब्रह्मदेवस्य अन्यः नाम अस्ति, सः रचयति विभिन्नरीत्या, रचयति इति भूत्वा अन्यद् नाम अस्ति, विभिन्नरीत्या रचयति क इति भूत्वा तस्य नाम विरिञ्चिः अपि अस्ति। सः तु इदानीमत्र रामेश्वरः इत्यस्य अर्थः कथम् उक्तवान् इत्युक्ते रामश्च असौ ईश्वरश्च इति। अत्र तत्र द्वे पदद्वयमपि अत्र समानविभक्तिकत्वे समानविभक्तिकत्वं नीत्वा उक्तवान्, अतः अत्र कर्मधारयन् समासम् इति अस्ति, अत्र समासः अस्ति। आमाम्, अत्र प्रायः अवधारणपूर्वपद इति विद्या एव धनं तादृशम् अस्तु। अपि च तत्र श्लोकस्य अर्थं वदतु पुनः एकवारम्। उभयोः इति इत्युक्ते, उभयोः इत्युक्ते अत्र अत्र उभयोरपि अतृप्तात्मा इति, इत्युक्ते अत्र प्रायः उभयोरप्यतृप्तात्मा इति विरिञ्चिः इत्यस्य विशेषणमस्ति, इत्युक्ते अत्र अत्र विष्णुः अपि च महेश्वरः द्वयोः द्वौ अपि यद् उक्तवन्तौ तेन विरिञ्चिः तृप्तः नास्ति, अथवा साक्षात् तत्पुरुष बहुव्रीह्योः अतृप्तः, उभयोरपि तादृशं द्वाभ्याम् अत्र विरिञ्चिः तृप्तः नास्ति, प्रायः अत्रापि समासः अस्ति. अतृप्तात्मा महोदय बहुव्रीहिः भवति वा? अतृप्तात्मा इत्युक्ते अत्र नैतत्पुरुषः इति प्रायः किल महोदय? अतृप्तात्मा नै तत्पुरुष, किन्तु अन्ततो गत्वा कर्मधारयः नाम आत्मा, यदि स्वयम् आत्मा इति स्वीकर्तव्यमस्ति न वा इति प्रश्नः. नाम आत्मा इति विरुञ्चिः स्वयम् आत्मा न वा इति, अथवा यस्य आत्मा, यस्य आत्मा इति आत्मा प्रायः यस्य आत्मा एव भवति इति चिन्तयामि महोदय. अत्र यस्य इति चेत् तत् ददातु बहुव्रीहिः. बहुव्रीहिः तर्हि एकं वाक्यं वदतु एकवारं महोदय, तत्र क्रियापदम् अन्ते स्थित्वा कः महोदय? अत्र अस्मिन् श्लोके क्रियपदं किं? ब्रूते इति किल महोदय? स्थापयतु एकवारं. विष्णुः तत्पुरुषं, महेश्वरः बहुव्रीहिं, उभयोरप्यतृप्तात्मा विरिञ्चिः कर्मधारयं ब्रूते इति अस्ति. अस्तु, बहु समीचीनमस्ति. अस्तु, बहु अभ्यासः जातः, इदानीं समयः अपि जातः. प्रायः महोदय यस् अत्र यस्य आत्मा इति असमीचीनमेव इति चिन्तयामि महोदय. किमर्थम् इत्युक्ते जीवः सः एव इति भूत्वा प्रायः यः आत्मा इति एव प्रायः महोदय यस्य अत्र प्रायः भिन्नत्वं भवति यदि वयं तादृशं वदामः चेत्. नाम तत्र द्वयमपि चिन्तनद्वयेन प्रायः वक्तुं शक्येत. अहं स्वयम् आत्मा इति स्वीकुर्मः चेत् तत्र बहुव्रीहिः नास्ति. समासः क्लेशः एव महोदय. अतः तत्र अर्थं दृष्ट्वा अन्ततो गत्वा शिक्षा तादृशी अस्ति खलु, सम्पूर्णरीत्या कथायाः शिक्षा सा एव अस्ति, यत् अर्थं दृष्ट्वा एव समासं वक्तुं प्रभवामः इति शिक्षा अस्ति. अत्रैव अत्रापि तथा उदाहरणम् अतृप्तात्मा इति, तत्र अर्थः कः? अर्थं दृष्ट्वा एव विग्रहवाक्यं वदामः. अपि च महोदय साहित्यस्य पठनेन अवगमनेन एव समासस्य विषयः बोधः भवति इति. आमां, नो चेत् असमीचीनमेव भवति. अत्र साहित्यं बहु किमपि पठनं आमामां तादृशभ्यासः अपेक्षितः अस्ति परम्पराख्यदृशी इत्यादिकं. तर्हि अन्ततो गत्वा अतृप्तात्मा इति कीदृशसमासः? अन्ततो गत्वा तत्र अर्थः कः? नाम अहम् आत्मा अथवा मम आत्मा? तदेव वदतु, अनन्तरम् अहम् उत्तरं वदामि. अहमेव आत्मा, अहं ब्रह्मोऽस्मि, अहं ब्रह्म अस्मि इति. हा, समीचीनम्. अस्तु, समापयामः तर्हि. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. नमस्कारः.